अस्तु, तर्हि आद्यपतनासमवायीकारणं गुरुत्वम् इति विषयः। गुरुत्वस्य लक्षणवाक्ये कानि कानि दलानि सन्ति, अपि च तस्य तेषां दलानां सार्थक्यं कथं भवति इत्यस्य विषये अद्यतनपाठः भवति। तर्हि आरभामहे। केन आगतं नूतनतया? भगिनी, अहं सरला अस्मि। नमस्कारः भगिनि। अस्तु, तर्हि आदौ शुकवनमहोदय किञ्चित् स्मारयति वा गुरुत्वलक्षणे कानि कानि दलानि सन्ति इति? आम्, आद्यपतन असमवायीकारणं गुरुत्वम् इति लक्षणं, तत्र त्रीणि दलानि सन्ति। प्रथमं तु आद्यपतनक्रिया निष्ठकार्यता इति एकम्, अपि च समवायसम्बन्ध अवच्छिन्नकार्यता इति द्वितीयम्, अपि च समवायसम्बन्ध अवच्छिन्नकारणता इति तृतीयम् अस्ति। समवायसम्बन्ध अवच्छिन्नकार्यता तु आद्यपतन क्रियायां निष्ठा भवति। अपि च एकनिमिष, कार्यता कुत्र अस्ति? आद्यपतनक्रियायां कार्यता अस्ति खलु, तस्मिन् एकादशाधिकशततमे पटे पुटे 111 इत्यस्मिन् फलम् इति अस्ति, तस्मिन् आद्यपतनम् इति अस्ति, तत्तु कार्यं, तस्मिन् कार्यता अस्ति खलु? आम् आम्। तर्हि प्रथमतया कार्यतायाः अवच्छेदकं किम्? प्रथमदलम् इति किम् उक्तं भवता? आद्यपतनम्। हा, आद्यपतने विद्यमानः धर्मः कः? क्रिया। पुस्तके पुस्तके पुस्तकत्वं, तद्वद् आद्यपतने आद्यपतनत्वं। हा, आद्यपतनत्वम्। अतः कार्यता केन अवच्छिन्ना इति प्रश्ने कृते केन अवच्छिन्ना भवति, केन धर्मेण अवच्छिन्ना भवति? आद्यपतनत्वा अवच्छिन्न कार्यता। हा, बहु समीचीनम्। इत्येव अस्ति, यथा घटः अस्ति, घटे घटत्वम् अपि च प्रतियोगिता उभौ स्तः खलु, घटत्वावच्छिन्नप्रतियोगिता इति यदा यथा वदामः तद्वदेव आद्यपतनत्वावच्छिन्नकार्यता इति एकं दलम्। अनन्तरं समवायसम्बन्धावच्छिन्नकार्यता, किमर्थम् इत्युक्ते आद्यपतनम् इति क्रिया समवायसम्बन्धेन कार्याधिकरणे फले अस्ति, अतः सम्यक्, समीचीनम्। अस्तु, अतः कार्यता अवच्छेदकसम्बन्धः समवायसम्बन्धः इति अपि उच्यते। अस्तु, तद्वत् तृतीयदलं समवायसम्बन्ध अवच्छिन्न कारणता, किमर्थम् इति गुरुत्वमेव कारणम् इति यदि वयं स्वीकुर्मश्चेत् गुरुत्वं समवायसम्बन्धेन फले कार्याधिकरणे वर्तते अतः। हा, इति अस्ति। अस्तु, समीचीनं। तर्हि त्रीणि दलानि आगतानि गुरुत्वलक्षणे। अधुना दलसार्थक्यम् आवश्यकं, यथा पूर्वमपि वयं कृतवन्तः, रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणं, तत्र दलद्वयमासीत्। रूपरहितत्वं त्यजामश्चेत् कुत्र अतिव्याप्तिः महोदय, शुकवनमहोदय? रूपं यदि त्यजामश्चेत् पृथिव्यादि रूपरहितत्वं त्यजामश्चेत्, ओ रूपरहितत्वं त्यजामश्चेत् आकाशादि द्रव्ये अतिव्याप्तिः भवति। समीचीनम्, आकाशादि द्रव्येषु अतिव्याप्तिः। स्पर्शवत्वं त्यजामश्चेत् पृथिव्यादि द्रव्येषु अतिव्याप्तिः भवति। सम्यक्, इत्युक्ते स्पर्शः इति गुणः पृथिवी जले तेजसि अपि अस्ति इति कृत्वा तत्र अतिव्याप्तिः आगच्छति इति कृत्वा दलद्वयमपि अपेक्षितमेव वायोः लक्षणस्य साधनार्थम्। अस्तु, सम्यक्। तर्हि अधुना तद्वद् अधुना त्रीणि दलानि सन्ति, कानि कानि दलानि अत्र अस्माभिः प्रयोक्तव्यानि इति द्रष्टव्यमस्ति। अस्तु, इतः अग्रे तर्हि सावित्री भगिनी, तत्र एकादशाधिकशततमे पुटे एव द्वितीयपरिच्छेदः अस्ति खलु? हा, तत्र किं दलं त्यक्तम् अपि च तस्य त्यजनेन कुत्र अतिव्याप्तिः इति किञ्चित् विवृणोतु। अहं पूर्वं न पठितवती, किञ्चित् पठामि वा? अस्तु, अहमेव किं द्वितीयपरिच्छेदे किं किं त्यक्तमिति अहं वदामि. त्रीणि दलानि सन्ति इति महोदयेन उक्तं खलु, कार्यतायां दलद्वयं, कारणतायाम् एकं दलं, समवायसम्बन्धावच्छिन्नकारणता. तर्हि समवायसम्बन्धावच्छिन्नत्वं त्यक्तं चेत् कारणतायां तदा किं भवति? कारणतायां समवायसम्बन्धावच्छिन्नं समवायसम्बन्धः त्यक्तः यत्किमपि अन्यत् सम्बन्धः स्वीकृतः भवति वा? तर्हि तृतीयपङ्क्तिं पठतु. तृतीय आद्यपतनत्वावच्छिन्न समवायसम्बन्धावच्छिन्न कार्यता निरूपित किञ्चित् सम्बन्धावच्छिन्न कारणताश्रयत्वम् इति गुरुत्वलक्षणं स्यात्. तथा सति समवायिकारणे कन्दुके अतिव्याप्तिः भवति. तत्र समवायसम्बन्धः नास्ति चेत् यत्किमपि सम्बन्धः भवति चेत् तदा तादात्म्यसम्बन्धः अपि स्वीकर्तुं शक्यते. तदर्थं कन्दुके अतिव्याप्तिः भवति. समीचीनं. तर्हि कन्दुके भेदः कः? कारणतावच्छेदकसम्बन्धः कः कन्दुके? कारणतावच्छेदकसम्बन्धः तत्र तादात्म्यसम्बन्धः. हा, तादात्म्यसम्बन्धः, समवायिकारणस्य तादृशलक्षणमस्ति खलु, तादात्म्यसम्बन्धावच्छिन्नकारणता. किन्तु तस्मात् पूर्वं यत्किमपि उक्तम्, आद्यपतनत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नकार्यता, तत् सर्वं समानमस्ति गुरुत्वे अपि कन्दुके अपि. भेदः कुत्र वर्तते? हा, कारणतावच्छिन्नसम्बन्धे भेदः वर्तते. तदर्थं कारणतावच्छेदकसम्बन्धः नितराम् आवश्यकः. अस्तु, तत् त्यक्तुमेव न शक्नुमः, यतोहि समवायिकारणे अतिव्याप्तिः आगच्छति इति कृत्वा. भगिनि, मम एकः प्रश्नः अस्ति. कन्दुके यदा आद्यपतनं भवति तत् अपि गुरुत्वे कारणं भवति? अस्तु, कन्दुकम् इति कार्याधिकरणं यथा फलम् उपरि दत्तमस्ति. फले किं किम् अस्ति तत्र? तत्र कारणता अपि कार्यता कार्यं. फलं स्वयम् अपि एकं कारणं खलु, समवायिकारणम्. अस्तु, यथा पृथ्वी गन्धं प्रति समवायिकारणं, तद्वत् फलम् अपि क्रियां प्रति समवायिकारणं, कन्दुकः अपि फलं प्रति समवायिकारणं, तथा समवायिकारणम् इति अस्ति इति एव प्रश्नः वा? गुरुत्वम् अपि यदि तादात्म्यसम्बन्ध फले वदामः समवायिकारणं भवति, गुरुत्वं वदामः असमवायिकारणं भवति. तदा गुरु सत्यं, गुरुत्वं कारणमस्ति चेत् तदा कारणतावच्छेदकसम्बन्धः कः? कारणतावच्छेदकसम्बन्धः समवायसम्बन्धः. समवायसम्बन्धः, यतोहि कार्याधिकरणमिति फलम् अथवा कन्दुकं फलमस्ति. हा, तस्मिन् गुरुत्वं केन सम्बन्धेन वर्तते? तस्मिन् गुरुत्वं समवायसम्बन्धेन वर्तते. गुरुत्वमपि गुणः, अतः गुणद्रव्ययोः समवायः समवायसम्बन्ध. अस्तु अस्तु, अस्तु. नूतनतया केन आगतं, कोऽपि अस्ति वा? वदने अस्मि भगिनि. नमस्कारः भगिनि. अस्तु, अग्रे लक्ष्मी भगिनी किञ्चित् अग्रे गच्छति वा? द्वादशाधिकशततमे पुटे प्रथमपरिच्छेदे किं दलं त्यक्तम् अपि च कुत्र अतिव्याप्तिः इति. अग्रिमपुटे प्रथमपरिच्छेदे किं दलं त्यक्तम् इति अपि च कुत्र अतिव्याप्तिः इति वक्तव्यम्. अस्तु, आधिकदलं तत् त्यजामः चेत् केवलं कार्यसमवायसम्बन्धावच्छिन्न कार्यकालनिरूपित समवायसम्बन्ध अवच्छिन्न कारण आश्रयत्वं गुरुत्वम् इति दक्षिणवाक्यं भवति. तत्र कार्यता समवायसम्बन्ध समवायसम्बन्धावच्छिन्न कारिता इति तद् दलं स्वीकुर्मः चेत् तत् अन्य किमपि असमवायिकारणे अपि तत् तद् लक्षणं समीचीनं भवति. इत्युक्ते यथा कपालद्वयसंयोगेन घटोत्पन्नं भवति, घटः समवायसम्बन्धेन कपाले वर्तते, कपालद्वयसंयोगः घटोत्पन्नं प्रति असमवायिकारणं भवति. तत्रापि अतिव्याप्ति भवति यदि केवलं भगिनी एकनिमिषं ब्लूटूत् माध्यमेन वा अथवा किमपि अस्ति वा अथवा स्पीकर् हा अस्तु अस्तु तर्हि वदतु किञ्चित् एको आगतं किम् उक्तवती कपालद्वयसंयोगः कपालद्वयसंयोगेन घटोत्पन्नं भवति, कपालद्वयसंयोगः घटोत्पन्नं प्रति असमवायिकारणं भवति. यदि यदि समवायसम्बन्धः वा सम्बन्धावच्छिन्नकारितानिरूपिते एव वदामः चेत् तत्र तत्र अन्य किमपि असमवायिकारणे यथा उदाहरणत्वेन गत असमवायिकारणमपि भवितुम् अर्हति. केवलम् आदिपत्रम् इति अहं न वक्तुं शक्नुमः. किमपि अन्य असमवायिकारणेन किमपि अन्य किमपि कार्यं भवति तत्रापि अतिव्याप्तिः भवति. उदाहरणत्वेन कपालयोगेन गत यथा घटासमवायकरणं भवति तत्रापि अतिव्याप्ति भवति. घटस्य असमवायिकारणमस्ति कपालद्वयसंयोगः. तर्हि असमवायिकारणस्य सामान्यलक्षणं किमस्ति भगिनि एकवारं वदतु. सामान्यलक्षणं प्रथमवित्त असमवायिकारणम् अस्ति समवायसम्बन्ध अवच्छिन्न कार्यकालनिमित्त समवायसम्बन्ध अवच्छिन्न कारणता आश्रय कारणता इति प्रथमविद असमवायीकरणं समीचीनमस्ति. तर्हि गुरुत्वलक्षणस्य चर्चायां प्रथमविध असमवायीकारणमेव स्वीक्रियते. तर्हि समवायसम्बन्धावच्छिन्न कार्यतानिरूपित समवायसम्बन्धावच्छिन्न कारणताश्रयत्वं लक्षणम् आगच्छति कदा? हा समीचीनं. यदि प्रथमदलम् आद्यपतनत्वावच्छिन्नत्वम् इति कार्यतायां त्यजामश्चेत् असमवायीकारणस्य सामान्यलक्षणवाक्यम् आगच्छति गुरुत्वलक्षणस्य रूपेण. अस्तु समीचीनं भगिनि. तर्हि भगिन्या यथा उक्तं तदा वदामश्चेत् यत्र कुत्रापि असमवायीकारणं भवति तत्र तत्र अतिव्याप्तिः आगच्छेत् इति. अस्तु अग्रिमपरिच्छेदे रामप्रिया भगिनी, तर्हि एतावता किं किं दलं त्यक्तमासीत्, कारणतायां सम्बन्धावच्छिन्नं त्यक्त्वा विश्लेषणं कृतम्. अस्तु लक्ष्मी भगिनी, अधुना असमवायीकारणे गुरुत्वे आद्यपतनत्वावच्छिन्नकार्यता त्यक्त्वा किञ्चित् चिन्तनं कृतवती, किम् अवशिष्टमस्ति? अत्र कार्यतायां समवायसम्बन्ध अवच्छिन्न इति अवशिष्टम् अस्ति. हा सम्यक्. तर्हि तस्य त्यजनेन किं भवति इति? तत्र किमपि अतिव्याप्तिः न भवति, तद्दलं न आवश्यकम् इति वयं पठितवन्तः. तद्दलं त्यक्तं चेत् लक्षणवाक्यं किं भवति तदा? आद्यपतनत्वावच्छिन्न कार्यतानिरूपित समवायसम्बन्ध अवच्छिन्न कारणता आश्रयत्वं गुरुत्वस्य लक्षणं समीचीनं. तर्हि कपालद्वयसंयोगे अतिव्याप्तिः आगच्छति वा? कपालद्वयसंयोगे भवती यद्वाक्यम् उक्तवती अधुना समवायसम्बन्धावच्छिन्नकार्यता त्यक्त्वा वाक्यम् उक्तवती खलु तादृशवाक्यस्य वदनेन कपालद्वयसंयोगे अतिव्याप्तिः आगच्छति वा तत्र न आगच्छति भगिनि न आगच्छति किमर्थं न आगच्छति कपालद्वय संयोगे असमवायीकरणं तत्र आद्यपतनम् इति किमर्थम् हा कपालद्वयसंयोगः घटः तत्र कार्यं किमस्ति घटम् इति कार्यमस्ति कपालद्वयसंयोगः इति कारणमस्ति तत्र आद्यपतनं तु गुरुत्वस्य कारणं किल गुरुत्वम् आद्यपतनस्य कारणं तत्र न आगच्छति भगिनि हा तत्र न आगच्छति किमर्थम् इति चेत् तत्र कार्यतावच्छेदकसम्बन्धः कः क्षम्यतां कार्यतावच्छेदकधर्मः कः कपालद्वयसंयोगे वा कपालद्वयसंयोगः घटः इति परिस्थितिः तत्र कार्यतावच्छेदकसम्बन्ध धर्मः कः कपालद्वयसंयोगः तत्र अपि समवायसम्बन्धः एव समवायसम्बन्धः एव तत्र वाक्यं पठतु नहि कपालद्वयसंयोगस्य इति पश्यति वा चतुर्थपङ्क्तौ नहि कपालद्वयसंयोगस्य कार्यता आद्यपतनत्व अवच्छिन्ना किन्तु घटत्व अवच्छिन्ना आम् इत्युक्ते तत्र कपालद्वयसंयोगस्य कार्यता तु घटत्व अवच्छिन्ना भवति आद्यपतनत्वेन अवच्छिन्ना न भवति इति यतोहि कपालद्वयसंयोगः वस्तुतः कारणमस्ति खलु कं प्रति घटं प्रति घटं प्रति वस्तुतः यद्यपि अत्र कपालद्वयसंयोगस्य कार्यता इति उक्तम् अस्माभिः अवगन्तव्यम् अस्ति यत् कपालद्वयसंयोगस्थले कार्यता अस्ति घटः कार्यम् अस्ति घटः तस्मिन् कार्यता अस्ति तर्हि पुनः कार्यतावच्छेदकसम्बन्धः क्षम्यतां धर्मः घटत्वं घटत्वम् अस्तु तर्हि अत्र अनेन किं साधितम् इति चेत् आद्यपतनत्वावच्छिन्नकार्यतानिरूपित समवायसम्बन्धावच्छिन्नकारणतावश्यं कारणताश्रयत्वं गुरुत्वस्य लक्षणम् इति पर्याप्तम् इति आगतं खलु इत्येव ग्रन्थकारः अत्र प्रकटीकरोति तर्हि अस्य विषये किञ्चित् चिन्तनीयमस्ति यतोहि ग्रन्थकारेण अपि उक्तं यत् समवायसम्बन्धावच्छिन्नत्वं न देयम् इति भाति इति उक्तं तेन तर्हि किमर्थं तथा उक्तमस्ति अपि च किमर्थं दलत्रयम् आरम्भे आगतम् इति सर्वं करपत्रे दत्तमस्ति आरभामः तर्हि केन आगतं नूतनतया नमस्कार भगिनि लक्ष्मी भगिनी प्रश्नः आसीत् वा कार्यतावच्छेदकधर्मेण अन्येभ्यः कार्येभ्यः अन्येभ्यः कार्येभ्यः अपेक्षया व्यापनं भवति इति वक्तुम् इच्छामि तत्र तृतीयाः स्पष्टतया अस्ति चेत् कार्यतावच्छेदकधर्म धर्ममेव आवश्यकं समवायसम्बन्ध इति दलं न आवश्यकम् इति केवलं तदेव वक्तुं समीचीनम् इति एव ग्रन्थकारस्यापि मतं तर्हि आदौ त्रीणि दलानि कुतः आगतानि किमर्थम् आगतानि अन्ततो गत्वा एकं दलं कथं त्यक्तं भवति इत्यादिकं करपत्रस्य विषयः इति पठामः अस्तु तर्हि भारती भगिनी आरब्धुम् इच्छति वा करपत्रम् एकनिमिषं भगिनि करपत्रम् अस्ति वा पुरतः करपत्रम् आम् अस्तु उद्घाटयतु, तावता अन्यः कोऽपि पठति, अनन्तरं पठितुं शक्नोति. राजेन्द्र महोदय, ईमेल् मध्ये अस्ति करपत्रम्. आदिपतन पठामि वा भगिनि? आदिपतनसमवायिकारणं गुरुत्वं दलप्रयोजनम्. आदिपतन पतनासमवायिकारणं गुरुत्वम्. असमवायिकारणं किम्? असमवायिकारणस्य लक्षणद्वयम् अस्ति. समवायिसम्बन्ध अवच्छिन्नकार्यता निरूपित समवायिसम्बन्ध अवच्छिन्न कारणत्वम् इति एकम्. समवायसम्बन्ध अवच्छिन्नकार्यता निरूपित स्वसमवायिसंवेतसम्बन्ध अवच्छिन्न अवच्छिन्नकारणत्वम् इति द्वितीयम्. अत्र प्रथमं लक्षणं ग्राह्यं. गुरुत्वलक्षणे आदिपतन असमवायिकारणम् इति अस्ति. तर्हि कार्यता अवच्छेदकसम्बन्धः समवायसम्बन्धः, कारणता अवच्छेदकसम्बन्धो अपि समवायसम्बन्धो भवति असमवायि कारणे गुरुत्वे. गुरुत्वस्य लक्षणवाक्यमस्ति आदिपतन असमवायिकारणं गुरुत्वं. तत् प्रश्नः उदेति असमवायिकारणं किम्? अत्र कर्पत्र अस्ति, असमवायिकारणं लक्षणद्वयम् अस्ति. तत्र द्विविधः अस्ति. एकमस्ति समवायसम्बन्ध अवच्छिन्नकार्यता निरूपित समवायसम्बन्ध अवच्छिन्नकारणत्वम् इति एकं. तत्तु सामान्य परिभाषा अस्ति असमवायिकारणस्य. यथा समवायसम्बन्ध अवच्छिन्नकार्यता निरूपित समवायसम्बन्ध अवच्छिन्नकारणत्वम् इति एकं. तत् सामान्य लक्षणवाक्यमस्ति. द्वितीयमस्ति समवायसम्बन्ध अवच्छिन्नकार्यता निरूपित स्वसमवायिसंवेतत्वं, तत् संवेतत्वसम्बन्ध अवच्छिन्नकारणत्वम् इति द्वितीयम्. द्वितीयलक्षणे लक्षणवाक्ये तत्र कोऽपि धर्मः आगच्छति मध्ये, तेन यस्मिन् यस्मिन् कार्यता अस्ति. एकनिमिषः महोदय, उभयत्र कोऽपि धर्मः नास्ति. समवायसम्बन्धावच्छिन्नकार्यता इति अपि सम्बन्धः, स्वसमवायिसमवेतत्वसम्बन्धः अपि पुनः सम्बन्धः. गतवर्गे अपि किञ्चित् चर्चितवन्तः, पुनः परिशीलयन्तु गृहे. चतुर्नवतितमे पुटे उदाहरणं स्वीकृत्य घटपरिमाणं घटे अस्ति, घटः कपाले अस्ति, पुनः कपालपरिमाणं कपाले अस्ति इति कृत्वा कपालपरिमाणं घटपरिमाणं प्रति कारणम् इति जानीमः खलु. तत्र परम्परासम्बन्धः वक्तव्यः भवति. सः सम्बन्धः कः इत्युक्ते स्वसमवायिसमवेतत्वसम्बन्धः इति. स्वम् इति कपालपरिमाणम् इति स्वीकरोतु, तदा स्वसमवायिसमवेतत्वसम्बन्धः आगच्छति घटे. अनेनापि द्वितीयविध असमवायिकारणं सिद्ध्यति. अस्तु, अग्रे गच्छेम. तर्हि अत्र प्रथम असमवायिकारणं स्वीक्रियते वा अथवा द्वितीयं? प्रथमं यत् समवायिसम्बन्ध अवच्छिन्नकार्यता निरूपित समवायिसम्बन्ध अवच्छिन्नकारणत्वं ग्राह्यं गुरुत्वलक्षणे न आदिपतनसमवायिकारणम् इति अस्ति. तर्हि कार्यता अवच्छेदकसम्बन्धः समवायिसम्बन्धः, कारणता अवच्छेदकसम्बन्धः अपि समवायिसम्बन्धः अस्ति असमवायिकारणे गुरुत्वे. हा, समीचीनम् इत्येव अस्ति. तर्हि उभयत्र कारणतायाम् अपि च कार्यतायां समवायसम्बन्धः एव अवच्छेदकः. तादृश असमवायिकारणं स्वीकृतं गुरुत्वस्य चर्चायाम्. अस्तु, अग्रे अपि पठतु पङ्क्तिद्वयं महोदय. तद् आधारेण लक्षणस्वरूपं किं निर्मीयते? प्रथमता कार्यम् आदिपतनं, कार्यता अवच्छेदकधर्मः आदिपतनत्वं, कार्यता अवच्छेदकसम्बन्धः समवायः. तर्हि समवायसम्बन्ध अवच्छिन्न आदिपतनत्व अवच्छिन्नकार्यता निरूपित समवायसम्बन्ध अवच्छिन्नकारणताश्रुतं गुरुत्वस्य लक्षणम् इति प्रथमतया आपतति. तत् आपतति इत्युक्ते स्वाभाविक रूपेण तत्र आगच्छति, यथा कार्यमस्ति अत्र आदिपत्नं, तत् अवच्छेदकधर्मः अस्ति आदिपत्नत्वं, पतनत्वम् अवच्छेदकधर्मः अस्ति, तत् किम् अस्ति, तत् कार्यतः अवच्छेदकसम्बन्धः समवायसम्बन्धः यथा पूर्वं भवती उक्तवती, तर्हि समवायसम्बन्ध अवच्छिन्न आदिपतनत्व अवच्छिन्नकार्यता निरूपित समवायसम्बन्ध अवच्छिन्नकारणता आश्रितं गुरुत्वस्य लक्षणम्। तत्र तु चिन्तयामि तत्र आदिपतनत्व अवच्छिन्नकार्यता निरूपित समवायसम्बन्ध अवच्छिन्नकारणता आश्रितं, तत्तु असमवायिकारणम् एव अस्ति, तत् गुरुत्वस्य लक्षणम्, आदिपतन असमवायिकारणं गुरुत्वस्य लक्षणं, तत् स्वाभाविकरूपेण एकनिमिषः, तर्हि स्वाभाविकरूपेण किम् आगच्छति? आदिपतन पतनत असमवायिकारणं गुरुत्वं इति मूलवाक्यम्, आद्यपतनासमवायिकारणं गुरुत्वं, गुरुत्वस्य लक्षणवाक्ये असमवायिकारणम् इति उक्तं खलु, असमवायिकारणस्य लक्षणं किं पठितं भवता अधुना प्रथमविधस्य? समवायसम्बन्ध अवच्छिन्नकारणतो आश्रितं, हा, समवायसम्बन्धावच्छिन्नकार्यतानिरूपित समवायसम्बन्धावच्छिन्नकारणत्वम् इति पठितं, तर्हि असमवायिकारणम् इति उक्तम् इत्यनेन समवायसम्बन्धावच्छिन्नकार्यता इत्यपि आपतति लक्षणवाक्ये, अस्तु, इति मुख्यः विचारः। अग्रेसरेम वा? अस्तु, भवता यदुक्तं तत् समीचीनमेव, स्वाभाविकतया इमानि त्रीणि दलानि आगच्छन्ति, समवायसम्बन्धावच्छिन्नकार्यता अपि आगच्छति, किन्तु इतोपि किञ्चित् गभीरचिन्तनेन किं किं भवितुमर्हति, किं किं त्यक्तव्यं भवति इति पश्येम। भगिनि, तत्र एकः प्रश्नः, अस्माकं द्वितीयदलं तु कार्यतावच्छेदकसम्बन्धः समवायसम्बन्धः इति किल, तत्र यदा वयं सम्बन्धः इति स्वीकुर्मश्चेत् केन धर्मेण तत्र सम्बन्धः वर्तते इति त्यक्त्वा केवलं सम्बन्धः एव दलम् इति स्वीकार्यं समीचीनं वा? आद्यपतनत्वावच्छिन्न समवायसम्बन्धावच्छिन्न कार्यता एव किल? सत्यं, तर्हि प्रश्नः कः? प्रश्नः, वयं किं कुर्मः, आद्यपतनत्वावच्छिन्न समवायसम्बन्धत्वावच्छिन्न कार्यता इति दलस्य विभागं कृत्वा आद्यपतनत्वावच्छिन्न कार्यता इति एकं दलं, समवायसम्बन्धावच्छिन्न कार्यता इति द्वितीयं दलम् इति स्वीकुर्मश्चेत् यत्र वयं सम्बन्धः इति पदं प्रयुज्यामः चेत् तत्र निश्चयेन धर्ममपि वक्तव्यं किल, यदि अहम् उदाहरणार्थं मम सम्बन्धः अस्ति इति वदामश्चेत् आकाङ्क्षा निश्चयेन भवति केन सह सम्बन्धः भवति इति, अतः यदा वयं सम्बन्धः इति वदामश्चेत् निश्चयेन धर्मम् अपि वक्तव्यम् इति अहं मम चिन्तनम्। वस्तुतः समवायसम्बन्धः कारणतायामपि अस्ति, कार्यतायां, क्षम्यतां, कार्याधिकरणे अपि अस्ति खलु महोदय, फलम् इति, तर्हि कुत्र धर्मं वक्तुम् इच्छति भवान्? तर्हि समवायः कार्याधिकरणे अपि अस्ति, तर्हि कार्याधिकरणस्य धर्मस्य वदनेन न कोऽपि लाभः, केवलं कार्ये इत्युक्ते अत्र किम् आद्यपतने अपि सः सम्बन्धः वर्तते, हा, तदर्थं स्वीकृतः अस्ति कार्यता अवच्छेदकरूपेण, हा, कार्यतारूपेण वयं तत्र मम प्रश्नः किमपि नास्ति, किन्तु द्वितीयदलम् अत्र किं कार्यता अवच्छेदकसम्बन्धः समवायसम्बन्धः तावदेव किल, तदेव द्वितीयदलं, तस्मिन् यदा सम्बन्धः इति वयं वदामश्चेत् केन सम्बन्धः इत्यपि केन सम्बन्धः किमर्थं किमर्थं वक्तव्यं भवति? यः कोऽपि पृच्छति अधुना असमवायिकारणस्य लक्षणं किम् इति यः कोऽपि पृच्छति तदा किं भवति उत्तरम्? असमवायिकारणस्य लक्षणम् उत्तरम् अस्ति केवलं समवायसम्बन्धावच्छिन्नकार्यतानिरूपित समवायसम्बन्धावच्छिन्नकार्यतानिरूपित समवायसम्बन्धावच्छिन्नकारणता तावत् पर्याप्तं भवति खलु? किन्तु तस्य वदनेन पर्याप्तं नास्ति, इतोपि किञ्चित् वक्तव्यं, यतोहि कपालद्वयसंयोगः इत्यादिषु असमवायिकारणेषु अपि अतिव्याप्तिः आगच्छति इति कृत्वा आद्यपतनत्वम् अवश्यं वक्तव्यम्. अस्तु अस्तु अस्तु, इतः अग्रे गत्वा किं किं दलं भवितुमर्हति, किं त्यक्तव्यं भवति इत्यादिकं पश्येम. सुनील, अस्तु समीचीनं, तर्हि सुनील् महोदय अग्रे पठति वा? विद्याधैर्यमपि तदेव साक्षात् लिखितं पृष्ठसङ्ख्या 110-100 इत्यस्मिन्, अतः समवायसम्बन्धावच्छिन्न आद्यपतनत्वावच्छिन्न कार्यतानिरूपित समवायसम्बन्धावच्छिन्न कारणता गुरुत्वे भवति इति, तादृशकारणताश्रयत्वं गुरुत्वस्य लक्षणम्. अनन्तरं किन्तु कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वस्य निष्कासनानन्तरं अग्रिमपुटे इति पृष्ठे अस्ति यत् एवं च दोषाभावात् गुरुत्वलक्षणे कार्यतायां समवायसम्बन्धावच्छिन्नत्वं न देयमेव इति भाति. तर्हि अनेन भ्रमो जायते, गुरुत्वलक्षणे कार्यतायां समवायसम्बन्धावच्छिन्नत्वं देयं वा न देयं वा इति. अत्र पुस्तके किं लिखितम् इति एव अस्ति, अत्र पूर्वं वयं दृष्टवन्तः समवायसम्बन्ध अवच्छिन्न आद्यपतनत्व अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता गुरुत्वे भवति इति आसीत्. तदेव गुरुत्वस्य लक्षणम् इति अपि, परन्तु अनन्तरम् एकैकदलं त्यक्त्वा तत्र तत्र किं भवति इति अपि वयं दृष्टवन्तः. अतः तत्र कार्यतायां त्यजनेन किं भवति, अनन्तरं कारणतायां त्यजनेन किं भवति इति, अतः तत्र भ्रमः भवति. गुरुत्वलक्षणे कार्यतायां समवायसम्बन्धावच्छिन्नत्वम् अस्ति वा नास्ति वा इति अवदत्तं वा इति प्रश्नः. कार्यतायां समवायसम्बन्धावच्छिन्नत्वम् इति त्यजामः इति चिन्तयतु निष्कासनानन्तरं द्वादशाधिकशततमे पृष्ठे किम् उक्तमस्ति कोट्स् मध्ये यदस्ति अत्र, एवं च दोषाभावात् गुरुत्वलक्षणे कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं न देयमेव इति भाति. किम् अवगतं तत्र? वयं दृष्टवन्तः अत्र कार्यतायां समवायसम्बन्धः अस्ति, अत्र तत्र निष्कासनेन अतिव्याप्तिः भवति इति वयं पूर्वं दृष्टवन्तः. एकनिमिष, कार्यतायाम् अवच्छेदकद्वयमस्ति खलु महोदय? कार्यतायाम् अवच्छेदकः कः अस्ति, अवच्छेदकधर्मः कः? राजेन्द्रमहोदय अधुना पठितवान्, कार्यता अवच्छेदकधर्मः कः? एकं तु आद्यपदनत्वम् अस्ति. कार्यता अवच्छेदकसम्बन्धः कः? समवायसम्बन्धः. समवायसम्बन्धः, तर्हि आद्यपतनत्वावच्छिन्नत्वं त्यजामः चेत् अतिव्याप्तिः कुत्र भवति? पूर्वं वयं दृष्टवन्तः अत्र आद्यपतनत्वं त्यजामः चेत् कोऽपि दोषः नास्ति इति. स्मरतु, लक्ष्मीभगिनी विवृतवती अधुनैव, आद्यपतनत्वम् इति निष्कासयामश्चेत् किं किम् अवशिष्यते? अनन्तरम् अत्र कार्यता भवति, अनन्तरं कारणता अपि भवति. अवश्यम् अवश्यं भवति, किन्तु कार्यता अवच्छेदकः कः भवति तदा? कार्यता अवच्छेदकत्व अपि आद्यपतनत्वं भवति. एवं करोतु, उपरितनपङ्क्त्यां भवान् यत् पठितवान् अतः इति पश्यति वा? अतः तद्वाक्यं पठतु इतोपि एकवारम्. अस्मिन् परिच्छेदे वा? अस्मिन् परिच्छेदे वा. अतः अस्मिन्नेव परिच्छेदे महोदय, भवान् पठितवान् खलु तत्र अतः इति पश्यति प्रथमपङ्क्त्याम्. अतः समवायसम्बन्ध अवच्छिन्न आद्यपदन पतनत्वावच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता गुरुत्वे भवति. हा समीचीनम्. अधुना आद्यपतनत्वम् इति त्यजतु, तत् त्यक्त्वा वाक्यं पठतु. समवायसम्बन्ध अवच्छिन्न अत्र कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता गुरुत्वे भवति इति. हा तथा वदति चेत् कुत्र अतिव्याप्तिः भवति? अत्र समवायसम्बन्धः प्रथमपरिच्छेदे किं दत्तं? राजेन्द्रमहोदयेन पठितं समवायसम्बन्धावच्छिन्न कार्यता निरूपित समवायसम्बन्धावच्छिन्न कारणता इति एव अवशिष्यते खलु? हा तत्तु असमवायिकारणस्य लक्षणं किल, न केवलं गुरुत्वस्य लक्षणं किन्तु सर्वेषु असमवायिकारणेषु तादृशलक्षणम् आगच्छति खलु? हा तदर्थम् आद्यपतनत्वावच्छिन्न कार्यता इति आवश्यकमस्ति. अस्तु तर्हि अधुना कारणता अवच्छेदकसम्बन्धः कः? समवायसम्बन्धावच्छिन्न कारणता तत्र गुरुत्वम् आसीत्. सत्यम्. अधुना अहं केवलं वक्तुमिच्छामि यद् आद्यपतनत्वं त्यजति चेत् असमवायिकारणेषु आगच्छति अतिव्याप्तिः, समवायसम्बन्धावच्छिन्नकारणता इत्यस्मिन् समवायसम्बन्धं त्यजति चेत् समवायिकारणे आगच्छति. तत्र तादात्म्यसम्बन्धावच्छिन्नकारणता अपि भवितुमर्हति खलु? तर्हि आद्यपतनत्वम् अपि च समवायसम्बन्धावच्छिन्नकारणता इति त्यक्तुमेव न शक्नुमः इति स्पष्टमस्ति वा? अवगतम्. हा तर्हि आद्यपतनत्वावच्छिन्नकार्यता समवायसम्बन्धावच्छिन्नकारणता इति त्यक्तुमेव न शक्नुमः, यतोहि अतिव्याप्तिः आगच्छति. अस्मिन् परिच्छेदे भवान् यत् पठितवान् तर्हि तत्र किं दलं त्यक्तम्? द्वितीयपङ्क्तिं पठतु अनन्तरम्. अनन्तरं किन्तु कार्यतायां समवायसम्बन्धावच्छिन्नत्वस्य निष्कासन अनन्तरं. समीचीनं. तर्हि किं दलं त्यक्तम् अत्र? अत्र कार्यतायां कार्यता इति दलं त्यक्तम्. कार्यतायां समवायसम्बन्धावच्छिन्नत्वम् इति दलं त्यक्तं. त्रीणि दलानि सन्ति खलु, समवायसम्बन्धावच्छिन्नकार्यता, आद्यपतनत्वावच्छिन्नकार्यता, अपि च समवायसम्बन्धावच्छिन्नकारणता. तेषु दलेषु समवायसम्बन्धावच्छिन्नकार्यता तत् त्यक्तमस्ति, तदर्थमेव कार्यतायां समवायसम्बन्धावच्छिन्नत्वस्य निष्कासनम् अभवत्. तस्य निष्कासनानन्तरं कुत्रचित् अतिव्याप्तिः अस्ति वा इति प्रश्नः. कुत्रचित् अस्ति अतिव्याप्तिः? अहं केवलम् आद्यपतनत्वावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता गुरुत्वे अस्ति इति वदामि इति चिन्तयतु. प्रथमदलं समवायसम्बन्धावच्छिन्नकार्यता त्यक्त्वा तदा कुत्रचित् अतिव्याप्तिः भवति वा? पूर्वं वयं दृष्टवन्तः अत्र कन्दुके अतिव्याप्तिः भवति इति. कन्दुके अतिव्याप्तिः भवति समवायसम्बन्धावच्छिन्नकारणता इति त्यजनेन. अत्र भेदः अस्ति, कार्यता कारणता. कारणतायां समवायसम्बन्धस्य त्यजनेन कन्दुके अतिव्याप्तिः इति सत्यम्। अधुना कार्यतायां समवायसम्बन्धस्य त्यजनेन कुत्रचित् अतिव्याप्तिः अस्ति वा इति। अत्र द्वितीय उदाहरणे कपालद्वयसंयोगः तत्र अतिव्याप्तिः भवति इति। अस्तु, सरला भगिनी किञ्चित् साहाय्यं करोतु अत्र। अत्र कार्यतायाः समवायसम्बन्ध अवच्छिन्नकं कार्यतायाः सम्बन्ध अवच्छिन्न एतत् दलं यदि वयं त्यजामः किं भवति? आद्यपतनत्व अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता गुरुत्वे लक्षणम् इति द्वे दले अवशिष्टं भवतः। इदानीं यद्रि समवायसम्बन्ध अवच्छिन्न यदि कार्यता न योजयामः त किं दोष भवति वा? अतिव्याप्तिदोष न भवति, असम्भवदोष न भवति, अपि तृतीय अव्याप्ति दोषं न भवति, त्रीणि त्रयदोषाः न भवति यदि वयं समवायसम्बन्ध अवच्छिन्न कार्यता त्यजामः। अत्र दत्तमस्ति कथं तृतीयदलमपि योजितमस्ति विद्याधरी पुस्तके। हा, समीचीनं। तर्हि सुनील महोदय शृणोतु, आद्यपतनत्वम् इति त्यजामश्चेत् कपालद्वयसंयोगे अथवा यत्र कुत्रापि असमवायिकारणं तत्र आगच्छति। अस्तु, किन्तु समवायसम्बन्धावच्छिन्नकार्यता इत्यस्य त्यजनेन कुत्रचिदपि अतिव्याप्तिः नास्ति। अतः एव उक्तम्, एवं च दोषाभावात् गुरुत्वलक्षणे कार्यतायां समवायसम्बन्धावच्छिन्नत्वं न देयमेव इति भाति। अस्तु, तदर्थम् अस्माकं भ्रमः अस्ति। किमर्थं तर्हि कार्यतायां समवायसम्बन्धावच्छिन्नम्? दशाधिकशततमे पुटे उक्तमस्ति स्पष्टतया त्रीणि अपि दलानि। यद्यपि एकस्य दलस्य त्यजनेन कुत्रापि दोषः न आगच्छति, तर्हि किमर्थं तदस्ति इति प्रश्नः। अवगतं वा? अवगच्छामि, परन्तु पुनः वक्तुं न शक्नोमि। अस्तु अस्तु, इतोपि एकवारं किञ्चित् पठतु, अवश्यम् अवगच्छति। तदेव तस्मिन् परिच्छेदे एव। हा, न न, अनन्तरं पठतु इतोपि एकवारम् इति उक्तवती गृहे। अस्तु, सरला भगिनी आम् अग्रे अग्रे। तत्र दलचिन्तने कृते सति आद्यपतनत्व अवच्छिन्नत्वा अनुपादाने अवशिष्यते समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता। तत्र च घटस्य असमवायीकारणकृते कपालद्वयसंयोगात् संयोग अतिव्याप्ति घटनिष्ठकार्यता समवायसम्बन्ध अवच्छिन्ना कपालद्वयसंयोगनिष्ठकारणता समवायसम्बन्धा अवच्छिन्ना। अतः समवायसम्बन्ध अवच्छिन्ना कार्यता निरूपित समवायसम्बन्ध अवच्छिन्ना कारणता कपालद्वयसंयोगे अपि अस्ति। तदर्थं गुरुत्वे लक्षणे आद्यपतनत्व अवच्छिन्नत्वं योजितम्। आद्यपतनत्व अवच्छिन्न समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता इति यदा उच्यते तदा कपालसंयोगे तत् नास्ति, अनेन कपालसंयोग अतिव्याप्ति वारिताः। अत्र पुनः दत्तमस्ति कथं कार्यतायाः दलसाधकं साधु भवति। आद्यपतनत्व यदि अवच्छिन्न वयं त्यजामः त किं त्रयो लक्षण त्रीणि दलानि अस्ति, द्वे लक्षणे अवशिष्यते समवायसम्बन्ध अवच्छिन्ना कार्यता निरूपित समवायसम्बन्ध अवच्छिन्ना कारणता। एतद् द्वे दले एते द्वे दले अपि असमवायिकारणस्य लक्षणम् अपि भवति, कोऽपि असमवायिकारणस्य लक्षणं भवति। यदा घटद्वे संयोगे कपालद्वे संयोगे घटस्य निर्माणं भवति, तत्र घटस्य असमवायिकारणकृते कपालद्वयसंयोगे अतिव्याप्ति। अतः आद्यपतनत्व अवच्छिन्ना त्यजामः तत्र असमवायिकारण अतिव्याप्ति भवति कपालद्वयसंयोगे अपि। घटनिष्ठकार्यता समवायसम्बन्धा अवच्छिन्ना कपालद्वयसंयोगनिष्ठकारणता समवायसम्बन्ध अवच्छिन्ना अतिव्याप्ति कथं भवति? घटनिष्ठकार्यता अपि समवायसम्बन्ध अवच्छिन्ना अस्ति, तत् निरूपितकपालद्वयसंयोगनिष्ठकारणता सा कारणता अपि समवायसम्बन्ध अवच्छिन्ना अस्ति। अतः समवायसम्बन्ध अवच्छिन्ना कार्यता निरूपित समवायसम्बन्ध अवच्छिन्ना कारणता कपालद्वयसंयोगे अपि अस्ति। आद्यपतनत्व अवच्छिन्ना अनुपादने यः अवशिष्टं भवति समवायसम्बन्ध अवच्छिन्ना कार्यता निरूपित समवायसम्बन्ध अवच्छिन्ना कारणता एते गुरुत्वे अपि भवति कपालद्वयसंयोगे अपि भवति। तदर्थं गुरुत्वे लक्षणे आद्यपतनत्व अवच्छिन्नत्वं योजितम्। अतः गुरुत्वे लक्षणे आद्यपतनत्वं बहु प्रधानं भवति, आद्यपतनत्व अवच्छिन्नत्वं योजितम्। आद्यपतनत्व अवच्छिन्ना समवायसम्बन्ध अवच्छिन्ना कार्यता निरूपित समवायसम्बन्ध अवच्छिन्ना कारणता इति यदा उच्यते तदा कपालसंयोगे तत् नास्ति। यदि वयम् इदानीं धर्म उपयोज्यामः आद्यपतनत्वं, तद् समवाय योजनेन समवाय आद्यपतनत्व अवच्छिन्ना समवायसम्बन्ध अवच्छिन्ना कार्यता निरूपित समवायसम्बन्ध अवच्छिन्ना कारणता इति केवलं गुरुत्वे भवति न तु कपालसंयोगे। सो तत् अतिव्याप्ति निष्कासनं भवति, अनेन कपालसंयोगे अतिव्याप्ति वारिता। अतः कपालसंयोगे अतिव्याप्ति निवारिता अस्ति। समीचीनं भगिनि, इति पुनस्मरणत्वेन आसीत् इति अस्ति। तर्हि आद्यपतनत्वावच्छिन्न कार्यता नितराम् आवश्यकम्, अपि च समवायसम्बन्धावच्छिन्न कारणता इति दलं नितराम् आवश्यकम्। समवायसम्बन्धावच्छिन्न कार्यता इत्यस्मिन्नेव आवश्यकमस्ति न वा इति विवादः प्रचलति अधुना। अस्तु, अग्रे सरेम। वर्धिनी भगिनी, आं भगिनि, अधुना कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं न दीयते चेत् को दोषः इति प्रश्नः आयाति। आजपतनत्व अवच्छिन्नत्वस्य योजनेन कपालसंयोग अतिव्याप्तेः वारणत्वात् कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं न आवश्यकम्। तर्हि लक्षणं भवति आद्यपतनत्व अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता, एवं सति असमवायिकारणस्य सामान्यलक्षणं न गच्छति, कुत्रापि च दोषो नास्ति। यदा कार्यतायाम् आद्यपतनत्व अवच्छिन्नत्वं निवेश्यते तदा समवायसम्बन्ध अवच्छिन्नत्वं देयं नास्ति एव। कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं न दीयते चेत् को दोषः इति प्रश्नः। समवायसम्बन्धावच्छिन्न कार्यता इति दलं मास्तु, केवलम् आद्यपतनत्वावच्छिन्न कार्यता पर्याप्तम् इति वदति चेत् तत्र कुत्र दोषः इति प्रश्नः भवति। आद्यपतनत्व अवच्छिन्नत्वस्य योजनेन कपालसंयोगः अतिव्याप्तेः वारणत्वात् कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं न आवश्यकम्। कपालसंयोग अतिव्याप्तेः वारणत्वात् कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं न आवश्यकम्। कार्यतायाम् अवच्छेदकद्वयमस्ति खलु? किं किम् अस्ति अवच्छेदकद्वयं कार्यतायां? समवायसम्बन्धावच्छिन्नत्वम् इति एकम्, आद्यपतनत्वावच्छिन्नत्वम् इति अपरम् इति धर्मद्वयमपि कार्यतायाम् अस्ति। अस्तु, अत्र उक्तम् आद्यपतनत्वावच्छिन्नस्य योजनेन, एकवारं यदा आद्यपतनत्वावच्छिन्नकार्यता इति वदामः तदा कुत्र अतिव्याप्तिः वारिता भवति? अधुनैव सरला भगिनी उक्तवती कपालद्वयसंयोगे अतिव्याप्तिः वारिता। हा, अतिव्याप्तिः वारिता इति कुत्र इति कृत्वा अत्र किम् उक्तम्? कार्यतायां समवायसम्बन्धः अवच्छिन्नत्वं न आवश्यकम्। न आवश्यकमेव इति उक्तमस्ति। सम्यक्, अस्तु, अग्रे। तर्हि लक्षणं भवति आद्यपतनत्वा अवच्छिन्न कार्यता निरूपित समवायसम्बन्धः अवच्छिन्न कारणता एवं सति असमवायकारणस्य सामान्यलक्षणं न गच्छति, कुत्रापि च दोषो नास्ति। असमवायिकारणस्य सामान्यलक्षणं किम्? असमवायिकारण गुरुत्वम्। असमवायिकारणस्य सामान्यलक्षणं किम् इति सन्ध्या भगिनी सहायं करोति वा किञ्चित्? आं भगिनि, समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित समवायसम्बन्ध अवच्छिन्न कारणता इति सामान्यलक्षणं प्रथमविधसमवायिकारणस्य। हा, समीचीनं। तर्हि अत्र तस्य वाक्यस्य अर्थः कः? एवं सति असमवायिकारणस्य सामान्यलक्षणं न गच्छति इति। एवं सति असमवायिकारणस्य सामान्यलक्षणं न गच्छति इत्युक्ते, यदि लक्षणे वयं आद्यपतनत्वावच्छिन्नकार्यतानिरूपित इति यदि कार्यतायाम् आद्यपतनत्वावच्छिन्नत्वं स्थापयामः, समवायसम्बन्धावच्छिन्नत्वं निष्कासयामः चेत् यदवशिष्यते आद्यपतनत्वावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता इति, तर्हि असमवायिकारणस्य यद् सामान्यलक्षणम् अस्ति तत् तिष्ठति। यद्यपि वयं समवायसम्बन्धावच्छिन्नत्वं न स्थापयामः कार्यतायाम् इति अर्थः। हा, समीचीनम्। अवगतं खलु वर्धिनी भगिनी? असमवायिकारणस्य सामान्यलक्षणम् आद्यपतनत्वावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता इति नास्ति। यथा भगिनी उक्तवती, समवायसम्बन्धावच्छिन्नकार्यतानिरूपिता, अतः असमवायिकारणस्य सामान्यलक्षणं तिष्ठत्येव यथावत्, अपि च अस्मिन् गुरुत्वलक्षणवाक्ये न गच्छति अपि, अनेन कुत्रापि दोषः नास्ति। अस्तु, हा, अन्तिमवाक्यं पठतु। यदा यदा कार्यतायाम् आद्यपतनत्वावच्छिन्नत्वं निवेश्यते तदा समवायसम्बन्धावच्छिन्नत्वं न देयमेव, इत्युक्ते तद् दातव्यमेव न भवति, समवायसम्बन्धावच्छिन्नत्वं न वक्तव्यम् एव इति। उद्दम्? कार्यतायाम् आद्यपतनत्वावच्छिन्नत्वं निवेश्यते तदा समवायसम्बन्धावच्छिन्नत्वं देयं न देयं देयं नास्ति एव। अस्तु, तर्हि त्रीणि दलानि इति ग्रन्थे आरम्भे उक्तम्, समवायसम्बन्धावच्छिन्नकार्यता इति अपि एकं दलम् अस्ति, किन्तु अधुना पश्यामः यत् तद् दलं व्यर्थम् अस्ति। किमर्थं तर्हि दत्तवन्तः समवायसम्बन्धावच्छिन्नकार्यता इति द्रष्टव्यं भवति अग्रे गत्वा। अस्तु अग्रे करेम तर्हि सन्ध्या भगिनी. एवं चेत् प्रथमतया किमर्थं कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं दत्तम्? आरम्भे आद्यपतनत्वावच्छिन्न समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित समवायसम्बन्ध अवच्छिन्न कारणत इत्युक्तं. तत्र नावश्यकं चेत् किमर्थं कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं योजितं? तत्तु आपाततः आगतं. कुतः? मूले तर्कसङ्ग्रहे गुरुत्वलक्षणं किम्? आद्यपतनसमवायिकारणं गुरुत्वम् इति असमवायिकारणम् इति पदम् अस्ति. तर्हि प्रश्नः अस्ति यद् एतावत्पर्यन्तं यद् दृष्टवन्तः कार्यतायां यदि समवायसम्बन्धावच्छिन्नत्वम् इति दलं वयं त्यजामः तत्र कोऽपि दोषः न भवति. तर्हि अग्रिमप्रश्नः अस्ति यदि अनावश्यकम् अस्ति तर्हि अत्र किमर्थम् अस्ति इति. तर्हि तत्र उत्तरमस्ति तत्र आपाततः आगतमस्ति इत्युक्ते मूलतर्कसङ्ग्रहवाक्ये गुरुत्वस्य लक्षणं दत्तमस्ति आद्यपतनासमवायिकारणम् इति गुरुत्वस्य लक्षणम्. अतः मूले एव तत्र असमवायिकारणम् इति पदं दत्तमस्ति. अतः ततः किं परम्परया सर्वत्र आगतमस्ति इति वदनम् इति एकं समर्थनमस्ति दलस्य. मूलग्रन्थे अस्ति आद्यपतनासमवायिकारणं, तर्हि तत्र असमवायिकारणम् अस्ति इति कृत्वा तस्मिन् दीर्घलक्षणवाक्ये अपि समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता इति भवतु इति समर्थनमस्ति तत्र. किन्तु पुनः प्रश्नः आगच्छति. भगिनी भवती एव अग्रे पठतु. तत्र कोऽपि भगिनी तत्र क्रिया तु क्रियावान् समवायसम्बन्धेनैव भवितुम् अर्हति किल. अतः अतः आपाततः असमवायिकारणस्य लक्षणमपि पूरितम्. अस्तु तर्हि अतः असमवायिकारणम् इति मूलग्रन्थे दत्तम् इति मूलग्रन्थे दत्तम् अतः वयं स्वीकुर्मः इति नास्ति. मूलग्रन्थे सत्यं सत्यं सत्यं मूलग्रन्थे मूलग्रन्थे किमर्थं दत्तम् इति अग्रिमप्रश्नः. ओ अस्तु तद् तद् पश्येम किञ्चित्. अस्तु सन्ध्या भगिनी. तत्र कोऽपि पृच्छति तर्हि तत्र असमवायि इति मास्तु, केवलम् आद्यपतनकारणं गुरुत्वम् इति भवतु. तदानीं समवायिकारणमपि आगच्छति, असमवायिकारणमपि आगच्छति, निमित्तकारणमपि आगच्छति. आद्यपतनकारणं तु स्वयं कन्दुकं, तस्य समवायिकारणत्वात् निमित्तकारणं दण्डादिकम्. अतः कारणविशेषस्य प्रवेशो नास्ति चेत् त्रिविधकारणानि इति कृत्वा अतिव्याप्तिः, तस्य वारणार्थम् असमवायिकारणं वक्तव्यम्. तर्हि यथा प्रश्नः आसीत् मूले एव किमर्थम् असमवायिकारणम् इति उक्तमस्ति, तत्र केवलं यदि आद्यपतनकारणं गुरुत्वम् इति यदि लक्षणम् इति भवति गुरुत्वस्य तर्हि किं भवति? तर्हि तस्य उत्तरमस्ति तथा वदामश्चेत् आद्यपतनम् इति कीदृशं कारणम् इति न ज्ञायते. समवायिकारणमपि भवितुमर्हति, असमवायिकारणमपि भवितुमर्हति, निमित्तकारणमपि भवितुमर्हति. अतः तत्र कीदृशकारणमस्ति आद्यपतनं गुरुत्वस्य इति वक्तुं स्पष्टीकर्तुम् असमवायिकारणम् इति तत्र वक्तव्यमस्ति, नो चेत् अन्य द्वयोः कारणयोः अतिव्याप्तिः भवितुमर्हति. तस्य निवारणार्थमेव असमवायिकारणम् इति पदं तत्र आवश्यकम्. हा समीचीनं भगिनि इत्येव वार्ता. शुकोना महोदय उत्तरं प्राप्तं खलु? असमवायिकारणमिति मूलग्रन्थे उक्तम्, एतदर्थमेव. नो चेत् आद्यपतनकारणं गुरुत्वम् इति यः कोऽपि वदति चेत् तर्हि कीदृशकारणमिति पुनः प्रश्नः आगच्छेत् इति. समवायिकारणं भवतु, निमित्तकारणं भवतु, किं कीदृशं कारणम्? आम् यदि आद्यपतनकारणं गुरुत्वम् इति दत्तं चेत् एतादृश अतिव्याप्तिः आगच्छति. किन्तु अहं पूर्वं यद् उक्तवान् आद्यपतनस्य कारणं इति वदामश्चेत् तत्र सम्बन्धः समवायसम्बन्धः अपि आपाततः आगच्छति एव किल. सत्यं. तर्हि अपि च गुरुत्वं समवायसम्बन्धेन. एकनिमिषं चिन्तयतु एकवारं. तादात्म्यसम्बन्धावच्छिन्न कारणतानिरूपितसमवायसम्बन्धावच्छिन्न कार्यता इति समवायीकारणस्य लक्षणं खलु. आम्. पुनः असमवायीकारणलक्षणे स्थले अपि समवायसम्बन्धावच्छिन्न कार्यता एव वर्तते. भवान् यद्वदति तत् सत्यमेव. आद्यपतनं क्रिया इति कृत्वा समवायसम्बन्धेन वर्तते इति सत्यं. किन्तु तेन किं कीदृशं कारणम् इति न सिध्यति. यतोहि समवायिकारणस्थले अपि समवायसम्बन्धः एव कार्यतावच्छेदकः, असमवायिकारणस्थले अपि समवायसम्बन्धः एव कार्यतावच्छेदकः खलु. एकनिमिषं भगिनि, अहम् एतादृशं वदामश्चेत् आद्यपतन असमवायिकारणं गुरुत्वम् इति मूले दत्तं. तस्मिन् स्थले आद्यपतनत्वावच्छिन्न समवायसम्बन्धावच्छिन्न कार्यतानिरूपित समवायसम्बन्धावच्छिन्न कारणताश्रयत्वं गुरुत्वम् इत्यपि गुरुत्वस्य लक्षणम् इत्यपि वक्तुं शक्नुमः. तत्र आद्यपतनत्वावच्छिन्न इति त्यक्त्वा समवायसम्बन्धावच्छिन्न कार्यतानिरूपित समवायसम्बन्धावच्छिन्न कारणता इति पदं त्यक्त्वा तस्मिन् स्थले असमवायिकारणम् इति योजयितुं शक्यते किल. तावदेव अत्र विषयम् इति. अस्तु अस्तु. आद्यपतनत्वावच्छिन्न कार्यतानिरूपित समवायसम्बन्धावच्छिन्न कारणता इति पर्याप्तम् इति भवतः आशयः किल? आहा नास्ति. आद्यपतनत्वावच्छिन्न समवायसम्बन्धावच्छिन्न कार्यतानिरूपित समवायसम्बन्धावच्छिन्न कारणताश्रयत्वं गुरुत्वस्य लक्षणं किल. तत्र आद्यपतनत्वावच्छिन्न इति एकमस्ति, समवायसम्बन्धावच्छिन्न कार्यता इति द्वितीयमस्ति, समवायसम्बन्धावच्छिन्न कारणता इति तृतीयमस्ति. तत्र समवायसम्बन्धावच्छिन्न कारणता, समवायसम्बन्धावच्छिन्न कार्यता इति द्वयं इति समासद्वयं स्वीकृत्य तस्मिन् स्थले असमवायि किमर्थम् इति तदेव असमवायिसम्बन्धस्य असमवायिकारणस्य लक्षणं किल. सत्यम्. ओ अस्तु. तर्हि ए बि सि इति पदत्रयम् अस्ति इति चिन्तयतु. तत्र बि सि इत्यस्मिन् स्थले एक्स् इति स्थापयितुं शक्यते चेत् ए एक्स् इति वक्तुं शक्नुमः. तत्र निरूपणं किमपि आवश्यकं नास्ति. किमर्थम् इत्युक्ते ए प्लस् बि बि प्लस् सि इस् ईक्वल् टु एक्स् इति वयं पूर्वमेव निश्चितवन्तः. इत्येव अत्र वार्ता. तद् समवायसम्बन्धावच्छिन्न कार्यतानिरूपित समवायसम्बन्धावच्छिन्न कारणता किमर्थं वक्तव्यम् इति चेत् मूलवाक्ये एवम् अस्ति. असमवायिकारणम् इत्यस्य स्थले सब्स्टिट्यूशन् अभवत्. एक्स् इति असमवायिकारणं, तस्य स्थले ए प्लस् बि सब्स्टिट्यूशन् अभवत् इति सत्यम्. तस्य सब्स्टिट्यूशन् अभवत् इति कृत्वा अधुना दलत्रयम् आगतं खलु. आद्यपतनत्वावच्छिन्न कार्यता ए इति, समवायसम्बन्धावच्छिन्न कार्यता इति बि, सि इति समवायसम्बन्धावच्छिन्न कारणता इति दलत्रयम् आगतं सब्स्टिट्यूशन् कृत्वा. परन्तु अधुना गभीरचिन्तनं कृत्वा वयं परिशीलयितुं शक्नुमः यत् ए अपि च सि इति पर्याप्तं. पर्याप्तम्. आम्. हा, बि न आवश्यकं. किमर्थम् आगतं बि इति मध्ये इति अस्य विवरणम् अत्र दत्तमस्ति एतावत्पर्यन्तम्. अपि च तद् त्यक्तुमपि न शक्नुमः. असमवायिकारणम् इति त्यक्तुमपि न शक्नुमः. यथा सन्ध्या भगिनी अधुना पठितवती, मूलवाक्ये तद् आवश्यकमेव. परन्तु अधुना एक्स्पेन्शन् कुर्मश्चेत् तस्य दलत्रयम् आगच्छेत् तेषु एकस्य दलस्य व्यर्थता अस्ति इत्यस्य प्रदर्शनं. अस्तु अस्तु, अग्रे पठतु महोदय अग्रिमपरिच्छेदः. अपि च पठनीयं वा? हा, भवान् पठतु. अपि च यदा असमवायीकारणम् इति पदं मूलवाक्ये आद्यपतन असमवायिकारणं गुरुत्वम् इत्यस्मिन् शृणुमः तदा झटिति लक्षणं किम् इति प्रश्ने किम् आगच्छति? असमवायीकारणस्य लक्षणं यदस्ति, प्रथमं लक्षणं मनसि आगच्छत्येव. असमवायिकारणस्य लक्षणं तु प्रथमलक्षणं तु समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता इति, तत् मनसि आगच्छति इति दत्तमस्ति तत्र. समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता. आम्, कार्यतावच्छेदकसम्बन्धः समवायसम्बन्धः, कारणतावच्छेदकसम्बन्धः समवायसम्बन्धः. अतः प्रथमतया यदा लक्षणस्य ऊहं कुर्मः तदा असमवायिकारणस्य लक्षणं तस्मिन् योजयित्वा वदामः. आद्यपतनत्वावच्छिन्न समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता. मूलवाक्यानुसारम् असमवायिकारणस्य लक्षणं तस्मिन् आगच्छत्येव. तदनन्तरं यदा विचारयामः तदा पश्यामः यत् कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं न दीयते चेदपि कोऽपि न दोषः, कोऽपि दोषः नास्ति इति. एतदेव वयम् इदानीमेव चर्चितं. प्रथमं यदा वयम् असमवायिकारणम् इति स्वीकुर्मश्चेत् तत्र निश्चयेन दलद्वयम् आगच्छत्येव, समवायसम्बन्ध अवच्छिन्न कार्यता अपि च समवायसम्बन्ध अवच्छिन्न कारणता इति दलद्वयम् आगच्छति. अपि च आद्यपतन पतनत्वावच्छिन्न कार्यता इत्यपि दलम् अस्ति. अतः त्रीणि दलम् आगच्छत्येव. किन्तु यदा वयम् अन्ततो गत्वा व्याप्ति अतिव्याप्तिदोषं वा अव्याप्तिदोषं वा असम्भवदोषं वा इति अस्ति इति वयं चर्चयामश्चेत् तत्र वयं पश्यामः द्वितीयदलस्य आवश्यकता नास्ति. यदि तत् त्यजामश्चेदपि किमपि दोषः न भवति इति. सम्यक्. तर्हि कः दल किं दलं त्यक्तव्यम्? समवायसम्बन्ध अवच्छिन्न कार्यता इति दलं. हा, समवायसम्बन्ध अवच्छिन्न कार्यता इति दलं त्यक्तव्यम्. केवलं स्वाभाविकतया असमवायीकारणमिति श्रुत्वा स्वाभाविकतया आगच्छति खलु समवायसम्बन्ध अवच्छिन्न कार्यता निरूपिता इति, यथा भवान् अपि उक्तवान् बि प्लस् सि तत्र आगच्छति झटिति तथा वक्तुं शक्यते. परन्तु गभीरचिन्तनेन जानीमः यत् तस्य व्यर्थता अस्ति अपि इति. लक्षणे व्यर्थता अस्ति तथापि त्यक्तुं न शक्यते. किमर्थम् इत्युक्ते क्रिया तु समवायसम्बन्धेन एव अस्ति कार्याधिकरणे. इत्युक्ते लक्षणवाक्यद्वयम् अस्ति खलु, मूलवाक्ये एकं लक्षणमस्ति यथा ते वदन्ति. मूलवाक्यं किम् आसीत्? आद्यपतनात्समवायीकारणं गुरुत्वम् इति. यद् वयम् अधुना चर्चयन्तः स्मः त्रीणि दलानि इत्यादिकं, तत्तु तटस्थलक्षणम् इत्युक्ते रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणं, तादृशलक्षणवाक्यमस्ति. तत्र स्पष्टतया दलानि उच्चारितानि भवन्ति किल, त्रीणि दलानि सन्ति इति, तत्र व्यर्थता किञ्चित् दृश्यते इति कथनस्य आशयः. परन्तु स्वाभाविकतया आगच्छति, तद्व्यर्थं दलमपि आगच्छति स्वाभाविकतया इति अत्र प्रदर्शितम्. अस्तु, सावित्री भगिनि. अस्तु भगिनि, अत्र आप्टिमैसेशन् इति चिन्तयतु. लाघवं सत्यम्. अग्रे. अस्तु, यतोहि लक्षणं विविधतया चिन्तयितुं शक्यते, सामान्यलक्षणं विशेषलक्षणं च. यथा प्रथमम् असमवायिकारणस्य सामान्यलक्षणं, तदा कस्यचित् असमवायिकारणस्य लक्षणम् इति विशेषलक्षणम्. यथा असमवायिकारणस्य किं लक्षणम् इति एकः प्रश्नः. द्वितीयः प्रश्नः, घटं प्रति कपालद्वयसंयोगः असमवायिकारणं, कपालद्वयसंयोगात्मकं यदसमवायिकारणं तस्य किं लक्षणम् इति द्वितीयप्रश्नः. तर्हि अत्र प्रश्नः द्विविधः, असमवायिकारणस्य किं लक्षणम् इति सामान्यप्रश्नः, तत्र सामान्योत्तरं देयम्. समवायसम्बन्धावच्छिन्न कार्यतानिरूपितसमवायसम्बन्धावच्छिन्न कारणता. अत्र धर्मस्य प्रवेशो नास्ति, सम्बन्धमात्रप्रवेशः. पुनः यदि पृच्छ्यते कपालद्वयसंयोगनिष्ठं यत् घटासमवायिकारणत्वं तस्य किं लक्षणम्? अधुना धर्मस्य प्रवेशं कर्तुं शक्यते। कार्यं कारणं च तथा निर्दिष्टं चेत् वदामः प्रथमतया घटत्वावच्छिन्नसमवायसम्बन्धावच्छिन्न कार्यता निरूपितसमवायसम्बन्धावच्छिन्न कारणता। किन्तु तदा पश्यामः यत् तत्र कार्यतायां समवायसम्बन्धावच्छिन्नत्वस्य आवश्यकता नास्ति। इदानीमेव सर्वं विस्तृतरीत्या दृष्टवन्तः, परन्तु अत्र लिखितं सामान्यलक्षणम् अपि च विशेषलक्षणं। प्रथमतया प्रथमं यदि असमवायिकारणस्य लक्षणं किम् इति वदामः चेत्, प्रश्नः पृच्छामः चेत्, तदा असमवायिकारणस्य सामान्यलक्षणं वदामः। तदनन्तरं विशिष्ट स्थितिं नीत्वा, यथा घटस्य सन्दर्भे वा अन्यत् सन्दर्भे वा पृच्छामः, तत्र असमवायिकारणस्य किं लक्षणम् इति पृच्छामः चेत् तत्र धर्मस्य प्रवेशः भवति इति सारांशः। परन्तु वाक्यशः गच्छामि वा भगिनि? आं भगिनि, गच्छतु। अस्तु, यथा प्रथमम् असमवायिकारणस्य सामान्यलक्षणं, तदा कस्यचित् असमवायिकारणलक्षणम् इति विशेषलक्षणम्। यथा असमवायिकारणस्य किं लक्षणम् इति एकः प्रश्नः, तत्तु पुनः पुनः दृष्टवन्तः यत् समवायसम्बन्धावच्छिन्नकार्यता निरूपितसमवायसम्बन्धावच्छिन्नकारणता इति। द्वितीयप्रश्नः भवति घटं प्रति कपालद्वयसंयोगः असमवायिकारणं भवति, तत्र कपालद्वयसंयोगात्मकं यद् असमवायिकारणम् अस्ति तस्य लक्षणं किम् इति पृच्छामः चेत् तत्र धर्मस्य प्रवेशः भवति। तदा वदामः घटत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नकार्यता निरूपिता समवायसम्बन्धावच्छिन्नकारणता इति। किमर्थं चेत् अत्र विशिष्ट स्थितिं नीत्वा घटनिर्माणस्य असमवायिकारणं स्वीकृत्य तस्य लक्षणं किम् इति प्रश्नः। किन्तु यदा सर्वम् आहत्य पश्यामः तदा अस्माकं मनसि भवति, अस्तु, कार्यतायां यत् समवायसम्बन्धावच्छिन्नत्वम् अस्ति तस्य आवश्यकता एव नास्ति। किमर्थं चेत् घटत्वावच्छिन्न कार्यता इत्येव पर्याप्तं भवति। तावदेव पठामि। हा, भवती तु सर्वम् उक्तवती इति भाति। आम्, हा, ये केऽपि अंशाः आसन्? पुनः यदि तदेव पुनः पुनः तदेव अस्ति भगिनि। सत्यं सत्यम्। अस्तु, स्पष्टं स्यात् तर्हि। सर्वेषां मनसि स्पष्टता अस्ति एव, भगिनी अपि सुष्ठुरीत्या प्रतिपादितवती। सामान्यमस्ति समवायसम्बन्धावच्छिन्नकार्यता निरूपिता समवायसम्बन्धावच्छिन्नकारणता। विशिष्टमस्ति कस्य समवायि असमवायिकारणमिति प्रश्नस्य उत्तरं, तदा घटत्वावच्छिन्नकार्यता इति आगच्छति। स्पष्टमस्ति वा सर्वेषां मनसि? अस्तु, अग्रे सरेम। भारती भगिनी अधुना पठितुमिच्छति वा? आं, पठामि भगिनि। अन्यत् उदाहरणं द्रव्यस्य किं लक्षणं? गुरुत्वं द्रव्यस्य लक्षणं, नाम द्रव्यस्य सामान्यलक्षणं। गुणवत्त्वं नाम गुणवत्त्वस्य सामान्यलक्षणं वा? द्रव्यस्य किं लक्षणं? गुणवत्त्वं द्रव्यस्य लक्षणम् इत्युक्ते किम्? गुणवत्वं द्रव्यस्य लक्षणं. द्रव्यम् इत्युक्ते किं? यस्मिन् गुणः तद्द्रव्यं खलु. अतः गुणवत्वं द्रव्यस्य लक्षणम् इति उच्यते. नाम द्रव्यस्य सामान्यलक्षणम्. अधुना पृथ्वी द्रव्यम् अस्ति, तर्हि कोऽपि प्रश्नं कुर्यात्, पृथ्वी इति द्रव्यस्य किं लक्षणम्? पृथिव्याः लक्षणं किम् इति अपृष्ट्वा पृथिवी द्रव्यस्य लक्षणं किम् इति. नाम पृथिव्यात्मकद्रव्यस्य लक्षणमिति तात्पर्यम्. न्यायप्रवेशे कोऽपि नूतनः अस्ति चेत् जानाति सः यत् पृथिवी द्रव्यम् अस्ति, अतः विचिन्त्य तादृशप्रश्नं पृष्टुं शक्नोति. उत्तरदाने पृथिव्यां कश्चन विशेषो वर्तते यत् अन्येभ्यः द्रव्येभ्यः व्यावर्तयति. सा च विशेषः गन्धः. प्रयत्नं करोमि. अन्यम् उदाहरणम् अस्ति द्रव्यस्य किं लक्षणं? गुणत्वं द्रव्यस्य लक्षणम् अस्ति. नाम द्रव्यस्य सामान्यलक्षणं गुणत्वम् इति वा? गुणवत्त्वं. गुणवत् द्रव्यं, तर्हि गुणवत्त्वं द्रव्यस्य लक्षणं, सामान्यलक्षणं. यत्किमपि द्रव्यं भवतु, पृथ्वी, जलं, तेजः, वायुः, यत्किमपि, तस्य गुणवत्त्वम् इति लक्षणं सामान्यलक्षणमस्ति. अस्तु, अग्रे. अधुना पृथिवी द्रव्यम् अस्ति, तर्हि प्रश्नः उदयति, पृथिवी इति द्रव्यस्य किं लक्षणं? पृथिव्याः लक्षणम् इति पृथिव्याः लक्षणं किम् इति अपृष्ट्वा पृथिवी द्रव्यस्य लक्षणं किम् इति. पृथिवी द्रव्यस्य लक्षणं किं नाम पृथिव्यात्मकद्रव्यस्य लक्षणमिति तात्पर्यम्. न्यायप्रवेशे अत्र एकनिमिष, अत्र प्रश्नः अवगतः स्यात्, यतोहि अत्र पृच्छकः किं पृच्छति? पृथिव्याः लक्षणं किम् इति न पृच्छति. पृच्छकस्य मनसि एव पृथिवी इति एकं द्रव्यमस्ति, तस्य लक्षणं किम् इति पृच्छकस्य मनसि अस्ति. पृच्छकः जानाति पृथिवी इति एकं द्रव्यमस्ति, एकविधद्रव्यं. पृथ्वी द्रव्यं सत्, तस्य लक्षणं किम्? अथवा पृथ्वी द्रव्यं सति, तस्य लक्षणं किम् इति पृच्छति. अस्तु, पृथिव्यात्मकद्रव्यस्य लक्षणं पृच्छति पृच्छकः. अस्तु, अग्रे पठतु. न्यायप्रवेशे कोऽपि नूतनः अस्ति चेत् जानाति सः जानाति यत् पृथिवी द्रव्यम् अस्ति, अतः विचिन्त्य तादृशप्रश्नं पृष्टुं शक्नोति. उत्तरदाने पृथिव्यां कश्चन विशेषो वर्तते यत् अन्येभ्यः द्रव्येभ्यः व्यावर्तयति. सा च विशेषगन्धः. पृथिव्याः लक्षणं गन्धः. गन्धवत्वं पृथिव्याः लक्षणम् इति पृथिव्यां व्यावर्तयति. व्यावर्तनम् इत्युक्ते विशेषणम्. अस्तु, पृथिव्यां भिन्नतां प्रदर्शयति अन्येभ्यः द्रव्येभ्यः. पृथिवी भिन्ना कथं? गन्धवत्वात् इति विशेषः. किन्तु पृथिवी इति द्रव्यमस्ति, तर्हि पृथिवी इति द्रव्यस्य लक्षणं किं? पृथिवी द्रव्यस्य लक्षणं किम् इति कोऽपि प्रष्टुं शक्नोति. यः कोऽपि नूतनतया न्यायं पठति सः प्रष्टुं शक्नोति. अस्तु, सामान्यप्रश्नः तदा भवति. एकवारं यदा मनसि सुदृढतया भवति यद् अस्तु पृथ्वी अपि अन्यतमं द्रव्यमस्ति, अन्येभ्यः द्रव्येभ्यः पृथ्वी भिन्ना इति कथम् इति पृच्छामश्चेत् तदा विशेषतया पृथिव्यां गन्धः अस्ति इति वक्तव्यं भवति. अस्तु, अग्रे अपि पठतु भगिनि. तर्हि पृथिवी द्रव्यस्य प्रश्ने सति उत्तरत्वे प्रथमतया विचारयामः यत् द्रव्यस्य लक्षणं गुणवत्त्वं पृथिव्यां च गन्धः अस्ति इति कृत्वा गुणवत्त्वे सति गन्धवत्वं पृथिव्याः लक्षणम् इति. अस्मिन् लक्षणे कश्चन दोषः अस्ति वा? अव्याप्तिः, अतिव्याप्तिः, असम्भवः इति त्रिषु दोषेषु अन्यतमदोषो वर्तते किम्? त्रिषु दोषेषु अव्याप्तिर्वा अतिव्याप्तिर्वा असम्भवो वा नास्ति. किन्तु यदा दलचिन्तनं कुर्मः तदा पश्यामः यत् वस्तुतः गन्धवत्वम् इत्येव पर्याप्तम्, गुणवत्वम् इत्यस्य आवश्यकता नास्ति. इति यथा मया उक्तम् अधुना प्रश्नः भवति यद् पृथ्वी इति द्रव्यस्य लक्षणं किम् इति भवति चेत् तदा द्रव्यस्य लक्षणं किम् इति चिन्तयित्वा गुणवत्त्वम् इति वक्तुं शक्यते. पुनः पृथिव्यां गन्धः अस्ति इति कृत्वा गुणवत्त्वे सति गन्धवत्त्वं पृथिव्याः लक्षणम् इति आयाति इति तु सत्यं. दलद्वयम् अस्ति तत्र खलु, दलद्वयं किम् अत्र? पृथिव्याः प्रथमतया पृथिवी गुणवत्त्वम् अस्ति, द्वितीयं विशेषतया गन्धः अस्ति. समीचीनं भगिनि. गुणवत्त्वे सति गन्धवत्त्वम् इति वदामश्चेत् गुणवत्त्वम् इति एकं दलं, गन्धवत्त्वम् इति अपरं दलं पृथिव्याम् अस्ति, पृथिव्याः लक्षणे अस्ति. अपि च अस्मिन् लक्षणवाक्ये कोऽपि दोषः अस्ति वा? दोषः नास्ति. नास्ति खलु, गुणवत्त्वे सति गन्धवत्त्वम् इत्यस्य वदनेन कोऽपि दोषः नास्ति. अव्याप्ति अतिव्याप्तिः असम्भवः इति. केवलं गुणवत्त्वं पृथिव्याः लक्षणम् इति वदामश्चेत् तद् दोषयुक्तं, यतोहि गुणवत्त्वम् इति सर्वेषु द्रव्येषु आगच्छति. अस्तु, गुणवत्त्वे सति गन्धवत्त्वम् इति वदनेन न कोऽपि दोषः अस्ति. परन्तु कोऽपि दोषः नास्ति इति कृत्वा तत्र एकं दलं, दलद्वयं तु अस्ति. किन्तु दलसार्थकस्य चिन्तनं कुर्मश्चेत् तत्र गुणवत्त्वम् इति व्यर्थमेव, गन्धवत्वम् इति पर्याप्तं विशेषदलमुक्त्वा गुणवत्त्वम् इति निष्कासयितुं शक्नुमः इति वार्ता. अव्याप्ति अतिव्याप्ति असम्भवः इत्युक्ते इति दोष सत्यं, दोषत्रयम् अस्ति. पृष्ठसङ्ख्या 38 अपि च 39 इति पठतु, तत्र अस्ति, अवगच्छति तदा. अस्तु, इति लक्षणवाक्ये दोषत्रयं न आगच्छेत् इत्येव आशयः. गुणवत्त्वे सति गन्धवत्त्वम् इत्यनेन इत्यस्य कथनेन दोषत्रयं न आगच्छति इति तु सत्यं, किन्तु गुणवत्त्वम् इत्यस्य त्यजनेन अपि दोषत्रयं न आगच्छति. गन्धवत्वम् इति विशेषगुणः पर्याप्तं, विशेषदलं पर्याप्तम् इति वदन्ति ते अत्र. हा अस्तु, तद्वत् अस्माभिः चिन्तनीयं. सम्प्रति विषयः अस्ति गुरुत्वं, तत्र दलत्रयम् अपि आवश्यकं न वा इति तद्वत् अस्माभिः चिन्तनीयम्. अस्तु, अग्रे सरेम. तर्हि लक्ष्मी भगिनि. एकनिमिष, तर्हि किमर्थम् आरम्भे? ओ अस्तु, क्षम्यताम्. तर्हि किमर्थम् आरम्भे गुणवत्तस्य निवेशनं कृतं? यः उत्तरदाता सः प्रश्नं दृष्ट्वा उत्तरयति. प्रश्नः कीदृशः? पृथ्वीद्रव्यस्य किं लक्षणम् इति. प्रश्नम् अधिकृत्य द्रव्यस्य सामान्यलक्षणम् आगच्छति एव. पुनः पृथ्व्याः कश्चन विशेषः वक्तव्यः, अन्येभ्यः व्यावर्तकः इति विचारे उत्तरं दत्तं तात्कालिकरूपेण. गुणवत्त्वे सति गन्धवत्त्वं पृथ्व्याः रक्षणम् इति. तादृशप्रश्नः अस्ति चेत् तादृश उत्तरं भवेत् इति वस्तुतः नास्ति, परन्तु एतादृशप्रश्ने सति प्रश्नम् अनुसृत्य कोऽपि तादृशम् उत्तरं ददाति चेत् एवम् उच्यमाने अपि सामान्यतया दोषो नास्ति. अस्तु अस्तु. पूर्वस्मिन् परिच्छेदे दृष्टवन्तः यत् पृथ्वीद्रव्यस्य लक्षणं किम् इति. यदि तादृशप्रश्नः अस्ति चेत् तस्य उत्तरं दातुं समये उत्तरदाता यः उत्तरं ददाति सः प्रश्नवाक्यं कीदृशपदानि इति चिन्तयित्वा वदति. पृथ्वीद्रव्यमस्ति, द्रव्यस्य लक्षणं गुणवत्त्वम्, अतः प्रश्नस्य उत्तरम् आगच्छति. प्रथमतया प्रश्नस्य उत्तरे सामान्यलक्षणमपि आगच्छति. अनन्तरं कथं वा पृथ्वी इति द्रव्यस्य विशिष्टगुणम् अपि लक्षणे निवेशनं पृथ्व्याः विशिष्टगुणमपि लक्षणे लक्षणे निवेशनं भवति. इत्युक्ते सामान्यलक्षणमस्ति पृथ्वीद्रव्य गुणवत्त्वम् इति द्रव्यस्य सामान्यलक्षणम्. अनन्तरं पृथ्व्याः विशेषलक्षणम् अस्ति तस्य गन्धवत्वम्. अतः प्रश्नं श्रुत्वा गुणवत्त्वे सति गन्धवत्वं पृथ्व्याः लक्षणमिति उत्तरम् आयाति. यथा प्रश्नं तथा उत्तरं भवेत्, उत्तरं भवति, किन्तु अस्मिन् प्रसङ्गे यत्र उत्तरे दलद्वयमस्ति प्रायः न आवश्यकम् इत्युक्ते तत्र गुणवत्त्वे सति इति दलं त्यजनेन अपि पृथ्व्याः लक्षणं गन्धवत्वम् इति उत्तरं समीचीनं भवति. इत्युक्ते दोषराहित्यमेव मुख्यलक्ष्यं, लक्षणं तत्तु अस्ति एव, किन्तु एकं व्यर्थं दलं योजितं, केवलं प्रश्नं दृष्ट्वा उत्तरं दत्तवान् यः कोऽपि उत्तरं ददाति तात्कालिकरूपेण, तस्मिन् क्षणे तादृशम् उत्तरं दत्तवान् इति विवक्षा. किन्तु लक्षणवाक्ये लाघवम् आवश्यकमपि च. सत्यं सत्यं. हा, लाघवदृष्ट्या एकस्य दलस्य त्यजनं भवेत्, किन्तु दलं तद्दलम् अस्ति चेदपि कोऽपि दोषः नास्ति इति प्रदर्शयितुम् इच्छति. अस्तु, अग्रिमपरिच्छेदमपि पठतु भगिनि. अनेन बुद्धं यत् कोऽपि लक्षणं पृच्छति चेत् तर्हि उत्तरदानप्रयासे तस्य वस्तुनः सामान्यलक्षणं ज्ञायते चेत् तल्लक्षणं योजयित्वा कमपि अन्यविशेषं योजयित्वा प्रायः दोषो न भवति. किन्तु यदा विचारयामः प्रत्येकं दलस्य प्रयोजनम् अस्ति न वा इति, तदा तु पर्यवसितं किम्? वस्तुतः गन्धवत्वं यत् उक्तं तत् किमर्थम् उक्तं? जलादिभ्यः व्यावर्तनाय. किन्तु पश्चात् चिन्तनावसरे ज्ञातं यत् अयं विशेषः गन्धवत्वं न केवलं जलादिकं व्यावर्तयति अपि तु सर्वेभ्यः अन्येभ्यः व्यावर्तयति, तादृशसामर्थ्यम् अस्ति. अतः अयमेव विशेषः पर्याप्तः, गुणवत्वं न अपेक्षितम् इति ज्ञात्वा पश्चात् त्यजामः. अस्तु, अस्मिन् परिच्छेदे प्रश्नस्य उत्तरं यदि तात्कालिकरूपेण ददामः चेत् तत्र तस्य उत्तरस्य परिशीलनेन तदनन्तरम् उत्तरस्य परिशीलनं भवति यत्र दोषः भवति न वा यदि कोऽपि दलं कोऽपि दलस्य प्रयोजनम् अस्ति वा न अस्ति न वा इति एतादृशपरिशीलनं भवति उत्तरस्य तथा विचारयामः चेत् अत्र अस्मिन् पृथ्व्याः लक्षणं किम् इति पृथ्वीद्रव्यस्य लक्षणं किम् इति तस्य उत्तरं गुणमस्ति इति गन्धः किम् इति पृथ्व्याः लक्षणम् इति उत्तरम् आयाति चेत् परिशीलनेन गन्धवत्वं सर्वेभ्यः द्रव्येभ्यः गन्धवत्वं पृथ्वीं व्यावर्तयति इति कृत्वा केवलं लक्षणवाक्ये गन्धवत्वम् एव पर्याप्तं गुणवत्त्वे सति इति निष्कासनेन कोऽपि दोषः न भवति कोऽपि दोषः न भवति इत्युक्ते अतिव्याप्ति अव्याप्ति असम्भव दोषाः न भवति इति कृत्वा केवलं गुणवत्त्वं पृथ्व्याः गन्धवत्वं पृथ्व्याः लक्षमिति विशेषदलं हा विशेषदलमादाय लक्षणवाक्यं रचनीयम् इति यतोहि गुणवत्त्वं द्रव्य तर्हि वयं जानीमः सप्तपदार्थाः सन्ति खलु द्रव्यगुणकर्म सामान्यं विशेषः इत्यादिकं गुणवत्त्वम् इति पृथिवीम् अन्येभ्यः पदार्थेभ्यः व्यावर्तयति इति तु सत्यम् अस्तु परन्तु गुणवत्त्वम् इति वदनेन जलादिभ्यः व्यावर्तनं न जायते यतोहि जले अपि गुणः अस्ति तेजसि गुणः अस्ति किन्तु गन्धवत्वम् इति वदनेन न केवलं जलादिभ्यः व्यावर्तनम् अपि तु अपरेषु अपरेभ्यः पदार्थेभ्यः अपि भिन्नतां प्रदर्शयितुं शक्नुमः खलु यतोहि गन्धः इति विशिष्टतया पृथिव्यामपि अस्ति अन्येषु द्रव्येषु नास्ति अपि च अन्येषु पदार्थेषु अपि नास्ति द्रव्यगुणकर्म सामान्यम् इत्यादिषु पदार्थेषु अपि नास्ति इति अन्ततो गत्वा गन्धवत्वम् इति पर्याप्तं भवति विशेषदलं पर्याप्तं भवति इति वदन्ति अस्तु तर्हि अग्रे अस्माभिः चिन्तनीयं भवति गुरुत्वस्य स्थले विशेषः कः अपि च सामान्यं किम् इति तर्हि पर्यवसितं तस्य अर्थं किमस्ति पर्यवसितम् इत्युक्ते निर्णीतम् इति अन्ततो गत्वा मूलं किम् अस्ति आद्यपतन असमवायिकारणं गुरुत्वम् अनेन गुरुत्वम् असमवायिकारणम् इति अस्माभिः बुद्धं तर्हि झटिति किं लक्षणं निर्मीयते समवायसम्बन्धावच्छिन्नकारणता इति किन्तु अग्रे सामान्यलक्षणं न अपेक्षितं गुरुत्वरूपस्य विशेषस्य लक्षणं वक्तव्यम् तर्हि कार्यविशेषः कः आद्यपतनम् अनेन धर्म अवच्छेदकं योजनीयम् आद्यपतनत्व अवच्छिन्न समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता इति कथनेन त्रिषु दोषेषु कोऽपि दोषः नास्ति किन्तु यदा विचार्यते तदा आद्यपतन अवच्छिन्न पदयोजने सति तस्मिन् तादृशसामर्थ्यम् अस्ति यत् अन्येभ्यः सर्वेभ्यः व्यावर्तयति यस्मात् कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वे वैयर्ध्यम् आगतम् समवायसम्बन्ध अवच्छिन्नत्वं न आवश्यकम् इति चेत् किमर्थम् आरम्भे संयोजितं प्राप्तम् अस्ति असमवायीकारणपदश्रवणे तस्य प्राप्तिः अस्ति अतः दत्तं परं यथा व्यर्थम् इति बुद्धं तदा त्यक्तं च मूलं किम् अस्ति इति पुनः आगच्छति. गुरुत्वस्य प्रथमं गुरुत्वस्य लक्षणवाक्यम् आद्यपतनसमवायिकारणं गुरुत्वम् इति. तत्र तु वयं गुरुत्वम् असमवायिकारणम् इति वयं इदानीं ज्ञातवन्तः. किं लक्षणं निर्मीयते एतद्वाक्येन इत्युक्ते असमवायिकारणस्य लक्षणवाक्यं समवायसम्बन्ध अवच्छिन्नकार्यता निरूपित समवायसम्बन्ध अवच्छिन्नकारणता इति वयं प्रथमं ज्ञातुं शक्नुमः. अग्रे किन्तु अग्रे सामान्यलक्षणं न अपेक्षितम्. एतत्तु सामान्यलक्षणं. विशेषणगुरुत्वस्य विशेष लक्षणं किम् इति वक्तव्यं चेत् आद्यपतनं तत्तु कार्यविशेषः. तस्य धर्म अवच्छेदकं योजयामः चेत् भगिनि अत्र आद्यपतनं कार्यविशेषः इति उक्तं किमर्थम्? आद्यपतनं कार्यतायाः अवच्छेदकं भवति अतः कार्यविशेषः. तदेव कार्यमस्ति गुरुत्वस्थले. तदेव यतोहि कपालद्वयसंयोगस्थले कार्यं किम् आसीत्? घटः. घटः तत्र घटः विशेषः. अत्र अद्य गुरुत्वस्य स्थले आद्यपतनमेव विशेषं विशेषः विशेषः. सम्यक्. अत्र यदा वयं धर्मः योजयामः चेत् आद्यपतनत्व अवच्छिन्न समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता इति दलत्रयम् आगच्छति. त्रिषु दोषेषु कोऽपि दोषः न भवति. किन्तु यदा विचार्यते तदा आद्यपतनत्व अवच्छिन्नपदयोजने सति तस्मिन् तादृशसामर्थ्यम् अस्ति यत् अन्येभ्यः सर्वेभ्यः व्यावर्तयति. आम् यदा वयम् आद्यपतन पतन अवच्छिन्न इति योजयामः चेत् तत् अन्येभ्यः सर्वेभ्यः तत्तु व्यावर्तयति इत्युक्ते भिन्नता प्रकटयति. यस्मात् कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वे एतत् पदं व्यर्थः भावः अस्ति. यथा व्यर्थः इति वदामः तद् वैयर्थ्यं. तत्र तु कार्यता समवायसम्बन्धे कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वम् एतत् पदं तस्मिन् दले तु व्यर्थताया आगच्छति. व्यर्थतया आगच्छति. समवायसम्बन्ध अवच्छिन्नत्वं न आवश्यकम् इति चेत् किमर्थम् आरम्भे संयोजितम् इति इत्युक्ते तत्तु प्राप्तिः अस्ति. असमवायीकारणम् इति यदा गुरुत्वलक्षणे अस्ति तत्र तस्मात् आगच्छति एतत् पदं समवायसम्बन्ध अवच्छिन्नत्वं कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वम् इति पदं तस्मात् प्राप्तिः अस्ति तस्य. अतः एव तत् पदम् आगच्छति. अतः दत्तं परं यदा व्यर्थम् इति बुद्धं तदा त्यक्तं च. यदा वयं व्यर्थम् इति जानामि चेत् तत्र वयं त्यक्तुमपि शक्नुमः इति किल. त्यक्तुमपि शक्नुमः एव न त्यजामः अपि. त्यजामः अपि इति आगच्छति. तत्तु व्यर्थतया आगतं दलम् इति कृत्वा. किन्तु आरम्भे तस्य प्रयोजनम् आसीत् मूलवाक्ये खलु. आद्यपतनसमवायीकारणं गुरुत्वम् इति असमवायीकारणं न वदति चेत् तत्र निमित्तकारणमपि भवितुमर्हति समवायीकरणमपि भवितुमर्हति. यद्यपि तस्य किञ्चित् प्रयोजनमस्ति मूलवाक्ये, अधुना किञ्चित् इतोपि गभीरचिन्तनेन जानीमः यत् कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वस्य आवश्यकता नास्ति. अतः त्यक्तव्यं भवति. समीचीनं. तर्हि कोऽपि प्रश्नः वा अत्र? अस्तु तर्हि विरमामः. शुभरात्रिः. धन्यवादः भगिनी.